स्वागतं सर्वेषाम्। इदानीं तत्र न्यायचिन्तनवर्गः प्रवर्तते। वयम् इदानीं तत्र हेतु आभासाः तस्मिन् विषये स्मः। तत्र द्वे द्वे द्वे इति तमे पुटे तत्र परिच्छेदद्वयं पूर्वस्मिन् वर्गे पठितम्। इदानीं तृतीयपरिच्छेदात् आरम्भं करणीयः। तत्र पूर्वस्मिन् परिच्छेदयोः किम् आसीत् इति कोऽपि स्मारयति वा, कापि स्मारयति वा भूविषयः? अहं स्मारयामि। हेत्वा भाषा किम् अस्ति? हेत्वा भाषा इत्युक्ते हेतु अभास द्वे अर्थे द्वयं भवति। एकम् अस्ति हेतु अभास, हेतोः अभास इत्युक्ते यत्र हेतु हेतोः दोषः अस्ति, हेतु दोषपरम्। अन्यं भवति हेतुवत् आभास इत्युक्ते दुष्टहेतु, दुष्टहेतुपरम् इति अर्थद्वयम् आगच्छति तत्र। सो यत्र वयं जानीमः परामर्शज्ञाने हेतु यत् अस्ति तस्मिन् द्वे तस्य द्वे अंश अस्ति, तस्मिन् अंशद्वयम् अस्ति। एकम् अस्ति व्याप्ति, द्वितीयम् अस्ति पक्षधर्मता। यथा द्वयोः एक अंश अपि न भवति तत् भवति दुष्टहेतु। तत् यद्वय अंश स्तः तत् अस्ति सद्हेतु। सो हेतोः सद्हेतु दुष्टहेतु। सो दुष्टहेतु एकम् एकमेव नास्ति तत् भवति दुष्टहेतु। अन्य आगच्छति प्रति प्रतिबन्धक प्रतिबद्धभाव किम् अस्ति। यथा वयं पूर्वं दृष्टवन्तः काष्ठविशित यदि वस्त्रवेषित काष्ठ हृदये हृदये जलं प्रवाहारं जलस्य प्रवाह तस्य स्थापयति, तस्य प्रवाहनं न कर्तुं स्थापयति, तत्र प्रतिबन्धकः भवति वस्त्रवेष्टितकाष्ठः। यतो हि समग्रसामग्री तत्र अस्ति, हृदम् उपरि अस्ति, निगमन स्थलमपि अस्ति, जलपूर्णम् अस्ति अस्ति, किन्तु यदि काष्ठवेषित वस्त्रवेषितकाष्ठम् अस्ति तत् प्रतिबन्धकः भवति। एकप्रतिबन्धकः, द्वितीयप्रतिबन्धकः ज्ञानमयप्रतिबन्धकः भवति। यथा कश्चन उदाहरणं वयं पूर्वं दृष्टवन्तः, कश्चन चैत्र तस्य पुत्र्या विवाहः कर्तुम् इच्छति, मित्रस्य पुत्रं स्थाप, किन्तु यद् पुत्रस्य दुरात् तस्य मित्र मैत्रस्य पुत्रस्य दुराचारज्ञाते विवाहः स्थगितं भवति, तत् भवति ज्ञानमय प्रतिबन्धकः। तथैव अत्र आगच्छति यत्र ज्ञानं अनुमानं यत् अत्र अस्ति यत् निश्चयेन भवति यत् ज्ञानं तद् भ्रमात्मकज्ञानम् अस्ति। तत्र यत् ज्ञानं साधु भवति तस्य ज्ञानस्य प्रति प्रतिबन्धकः भवति। यथा हृदवहि वैनिमान् यदि वयं वदामः, हृदवैनिमान् तत्र कश्चन मनसि एतद् ज्ञानम् अस्ति हृदवैनिमान्, तत् तस्य मनसि हृदवैन्याभाववान् इति न आगच्छति। सो यत् पूर्वं ज्ञानम् अस्ति, प्राक् ज्ञानं हृदय वहनीमान् तस्य मनसि इति भवति प्रतिबन्धक, कारण कि तस्य मनसि निश्चयेन एतत् ज्ञानम् अस्ति, तस्य मनसि अन्य ज्ञानं प्रति कोऽपि जन्यं न भवति. सो यत् ज्ञानं न उत्पद्यते तत् भवति प्रतिबद्धज्ञानं, यत् ज्ञानं प्राक् उत्पद्यते तद् भवति प्रतिबन्धकज्ञानम् इति एका व्यवस्था अस्ति. अन्यं भवति यदि प्रतिबद्धक प्रतिबन्धकभावद्वयोः मध्ये विशेषम् एक अस्ति किन्तु प्रकारद्वयं भवति, यथा हृदवहनीमान् हृदयवैन्या भाववान् तत् विशेषम् एकमेव अस्ति हृदयं, किन्तु प्रकार वहनीमान् एकमे एकस्मिन् प्रकारे वहनी अस्ति, द्वितीयज्ञाने प्रकारम् अस्ति वहन्या अभाव, द्वितीय विरोधो ज्ञानस्य प्रकारः भवति, तत्र वयं वदामः प्रतिबन्धक प्रतिबद्ध भाव इति. तत्र निकषद्वयम् इति उक्तं खलु, निकषद्वयं निकषौ कौ? आमाम् एकम् अस्ति हृदय विशेषम् एकं किन्तु प्रकारद्वयं द्वितीयं निकष. प्रथमनिकषः कः? प्रथमनिकषः अस्ति प्रकार कोऽपि प्रकार भवति, एक विरुद्धो प्रकारो द्वितीयं भवति विरुद्धो प्रकारो समान आकारत्वम् इति एकः निकषः. द्वितीयनिकषः प्रकारयोः विरुद्धत्वम्, एकत्र भावः प्रकारभावः अपरत्र अपरस्मिन् भागे प्रकारस्य अभावः. अस्तु, रामप्रिया भगिनी, लक्ष्मी भगिनी, किञ्च अवगतं वा यद् भगिन्या उक्तं? सम्यगेव उक्तम्. आम्, निकषद्वयं किमासीत् महोदय? समान विशेष्यत्वं प्रकारद्वयम् इति एव वा? पुस्तके समान आकारत्वम् इति उक्तम्. समान आकारत्वम् अस्तु इत्युक्ते विशेष इदं भवत्या उक्तं तदेव, विशेष्यं समानं प्रकारयोः विरुद्धत्वं, भाव अभाव इति विरुद्धसम्बन्धः. एवं कुर्मः, तत्र द्वितीयं परिच्छेदं पुनः पठतु रमप्रिया भगिनी. आम्, तत्र प्रथमपरिच्छेदमेव पठतु एतावता ग्रन्थेन तथा. एतावता ग्रन्थेन सद्हेतोः निरूपणं कृतं, तस्य द्वौ गुणौ व्याप्तिः पक्षधर्मता च इति प्रागुक्तम्. अनयोः एकः यस्य हेतोः न भवति सः दुष्टहेतुः इति उच्यते. तद् ज्ञानाय आदौ पूर्वोक्तमेव ज्ञानानां प्रतिबन्धकत्वं सुविशदं निरूपयामः. तदादौ इदं चिन्त्यते, कथं ज्ञानं भवति प्रतिबन्धकं? हृदः वन्निमान् इति निश्चयः यस्य पुरुषस्य अस्ति तस्य हृदः वन्नि अभाववान् इति अनुमितिः न उत्पद्यते. अस्तु, प्रथमम् आम् एतावत् साधु महोदय. पूर्वं पठितं खलु विस्तारेण, किन्तु सारांशः सर्वैः अवगतं खलु. लक्ष्मी भगिनी, साधु, अस्मिन् परिच्छेदे प्रश्नः अस्ति वा कस्यापि? नो चेत् अग्रे पठतु कृपया. तत्र प्रथमकारणम् आदौ तत्र समान आकारकत्वं हेतुः. समान आकारकत्वम् अस्तु, समान आकारकत्वं हेतुः कोऽर्थः? प्रतिबद्धज्ञानं यत् विशेष्यविधया भासते तदेव प्रतिबन्धकत्वेन अभिमते ज्ञाने विशेष्यम्. प्रकृते च तादृशः हृदः, सः हि ज्ञानद्वये अपि विशेष्यम्. एवं ज्ञानप्रकारयोः अस्ति कश्चित् निकषः, प्रतिबध्ये यः प्रकारः तद् अभावः प्रतिबन्धके प्रकारः भवेत्। प्रतिबध्ये वह्निः प्रकारः तद् अभावः प्रतिबन्धके हृदः वह्नि अभाववान् इति निश्चये भवति प्रकारः इति घटते अनयोः प्रतिबध्य प्रतिबन्धक प्रतिबन्धकभावः। अस्तु, एतदेव निकषः। समान आकारकत्वं हेतुः इति प्रथम आदौ इति यदुक्तम्, आदौ इदं चिन्त्यते कथं ज्ञानं भवति प्रतिबन्धकम् इत्यस्य आदौ अस्ति समानकारकत्वं हेतुः इति। तत्र प्रतिबध्ये यः यत् विशेष्यम् अस्ति प्रतिबध्यज्ञाने, इत्युक्ते हृदः वह्नि अभाववान् इति आकारः स्वीकुर्मः चेत् तत्र प्रतिबध्यज्ञाने विशेष्यविधया भासते, तदेव प्रतिबन्धकत्वेन प्रतिबन्धकज्ञाने तु तदेव विशेष्यम्। अस्तु, प्रकृते अस्तु अस्माकम् आकारः अस्ति हृदः वह्नि अभाववान्, तत्र यत् विशेष्यविधया भासते इत्युक्ते हृदः किल, हृदः एव सः एव विशेष्यः, सः एव ज्ञानद्वये अपि विशेष्यं भवति। आम्, ज्ञानद्वयम् अस्ति तत्र प्रतिबन्धकज्ञानं प्रतिबध्यज्ञानं द्वये, ज्ञानद्वये अपि हृदः एव विशेष्यं। तदेव अस्माकं ज्ञानप्रकारयोः कश्चित् निकषः अस्ति। प्रतिबध्ये यः प्रकारः तदेव प्रतिबन्धके प्रकारः भवेत्। अस्मिन् उदाहरणे हृदः वह्नि अभाववान् इति उदाहरणे प्रतिबध्ये वह्निः एव प्रकारः तदेव प्रतिबन्धके प्रकारः भवेत् इति कारणात् तदेव प्रकारः तद् अभावः, क्षम्यतां, प्रतिबध्ये वह्निः प्रकारः तद् अभावः प्रतिबन्धके हृदः वह्नि अभाववान् इति निश्चये भवति प्रकारः। अस्तु, अतः तत्र अस्माकं यद् विशेष्यमस्ति हृदः, प्रकारद्वयम् अस्ति, प्रतिबध्ये वह्निः प्रकारः तस्य अभावः प्रतिबन्धके प्रकारः भवति, तदेव किल, तदेव अस्ति। अग्रे पठतु, यत्र तु प्रश्नः अस्ति वा अस्मिन् पूर्वस्मिन् पठितमेव, इदानीं नूतनः भागः। अस्तु, यत्र तु प्रतिबध्यज्ञाने एव अभावः प्रकारः, तत्र भावरूप एव अभावः प्रतिबन्धकज्ञाने प्रकारीभूय विरोधत्वं सम्पादयति। यथा पर्वतः वह्नि अभाववान् इति अनुमितिश्चेत् इष्टा, तत्र प्रकारः वह्नि अभावः, तद् अभावः वह्नि अभाव अभावः सः इति वह्नि अभाव अभावः सः, यदि विरोधज्ञाने प्रकारः तर्हि सिद्धा एव अभाव अभावगाहित्वात् विरोधिता, यदि च वह्नि प्रकारः तदापि पर्वतो वह्नि अभाववान् इति अनुमितेः प्रतिबन्धः आनुभविकः। तत्र विरोधज्ञाने यः प्रकारः वह्निः सः वह्नि अभाव अभाव एव इति केवलव्यतिरेकी प्रकरणे उक्तम्। उक्तं हि तत्र गन्धः गन्ध अभावः इति द्वौ विभागौ, तत्र समानाम् अभावानां गन्धे अन्तर्भावः विषमाणां गन्ध अभावरूपता। तद्वदेव प्रकृते अपि वह्नि अभाव अभावः वह्निरूप इति पर्वतः वह्निमान् इति निश्चयोऽपि अभावप्रकारकत्वात् भवति प्रतिबन्धकः, तथा च आहत्य समान आकारकत्वम् इत्थं फलति विशेष्यं समानं भवेत् भाव अभावौ च प्रकारौ इति। अस्तु महोदय, बहु किमपि उक्तम् अत्र, यत्र यत्र तु प्रतिबध्यज्ञाने एव अभावः प्रकारः, यदा हृदः वह्नि अभाववान् इति स्वीकृतवन्तः तत्र प्रतिबध्ये वह्निः प्रकारः तस्य अभावः प्रतिबन्धके प्रकारः. अस्तु, तदेव अत्र किं भवति, यत्र प्रतिबध्यज्ञाने एव अभावः प्रकारः तत्र भावरूप एव अभावः. भावरूपः इत्युक्ते वह्निः एव अभावप्रति. अत्र प्रतिबध्यं ज्ञानम् अभावः प्रकारः इत्युक्ते किम्? प्रतिबध्यज्ञानम् इत्युक्ते हृदः वह्नि अभाववान् इति स्वीकुर्मः चेत् तत्र प्रतिबध्यज्ञाने वह्निः इति प्रकारः किल. यत्र प्रतिबध्यज्ञानम् अत्र वह्नि अभाववान् पूर्वस्मिन् परिच्छेदे प्रतिबन्धके वह्नि अभाववान् इति अस्ति खलु. प्रतिबन्धके हृदयः वह्नि अभाववान् तर्हि प्रतिबध्ये वह्निः प्रकारः. अस्तु, अतः प्रतिबध्ये प्रतिबध्यज्ञाने वह्नि अभावः प्रकारः. अस्तु, तत्र भावरूप एव अभावः प्रतिबन्धकज्ञाने. भावरूप एव अभावः इत्युक्ते वह्निः एव अभावप्रतिबन्धकज्ञाने प्रकारीभूय विरोधत्वं सम्पादयति. तत्र प्रकारीभूय प्रकारत्वेन विरोधत्वं सम्पादयति. विरोधत्वम् इत्युक्ते भाव अभावयोः एव किल विरोधः. अत्र उदाहरणं स्वीकरोतु. प्रतिबन्धकं प्रतिबध्यज्ञाने प्रतिबध्यज्ञानम् इति वह्नि अभावः इति स्वीकरोतु. वह्नि अभाववान् इति प्रतिबध्यं यथा प्रथमे परिच्छेदे वह्निमान् इति निश्चयः प्रतिबन्धकः प्रतिबद्धज्ञानं वह्नि अभाववान् पूर्वस्मिन् प्रथमे परिच्छेदे अन्तिमवाक्यं हृदः वह्निमान् इति निश्चयः यस्य पुरुषस्य अस्ति तस्य हृदः वह्नि अभाववान् इति अनुमतिः न उत्पद्यते. आम्, निश्चयज्ञानं विरुद्धात्मकज्ञानम्. तर्हि प्रतिबद्धज्ञानं किं तत्र उदाहरणे? प्रतिबध्यज्ञानं भवति हृदः वह्नि अभाववान् इति तृतीयपरिच्छेदे प्रथमे अंशे उक्तं. प्रतिबध्यज्ञाने अभावः प्रकारः अस्ति चेत् तत्र प्रतिबन्धकज्ञाने भावरूपः एव प्रथमप्रकारस्य अभावः प्रकारीभूय विरोधित्वं सम्पादयति. प्रतिबद्धज्ञाने वह्नि अभाववान् इति प्रकारः अस्ति चेत् तस्य प्रकारस्य अभावः कः? वह्नि अभाव अभावः. आम्, वह्नि अभाव अभावः. आम्, सैव भावरूपः. वह्नि भावः, भावरूपः. भावरूपप्रकारः विरोधित्वं स्वीकरोति, सम्पादयति, विरोधित्वं स्वीकरोति इति वक्तुमिच्छति. अस्तु, अस्तु. यथा पर्वतः वह्नि अभाववान् इति अनुमितिः चेत् अनुमितिः इष्टा चेत् तत्र प्रकारः वह्नि अभावः. अस्तु, तदेव वयं दृष्टवन्तः. अतः इदानीं पर्वतः वह्नि अभाववान् इति आकारः इति अस्माकम् अनुमतिज्ञानम् अस्ति चेत् तत्र प्रकारः अस्ति वह्नि अभावः. तद् अभावः वह्नि अभाव अभावः. तदेव अस्माकं द्वितीयवाक्यम् आसीत्. तत्र भावरूप एव अभावः प्रतिबन्धकज्ञाने प्रकारीभूय विरोधत्वं सम्पादयति. तद् भावः वन्य अभाव अभावः. अस्तु, सः एव सः यदि विरोधज्ञाने प्रकारः तर्हि सिद्धा एव अभाव अभाव अभावावगाहित्वात् अवगाहित्वात् क्षम्यताम् अभाव अवगाहित्वात् विरोधिता. अवगाहते इत्युक्ते विषयीकरोति इति आगच्छति किल, तस्य ज्ञानं भवति इति. अस्तु, किं कस्य ज्ञानम् इदानीं विरोधज्ञाने प्रकारः अस्ति वन्नि अभाव अभावः इति. यद् विरोधज्ञाने यद् प्रकारः अस्ति तदेव इदानीम् अस्माकं अभाव अवगाहित्वात् तस्मात् कारणात् विरोधिता भवति, सिद्धा विरोधिता. श्रूयते वा? आं भगिनि, वदतु. अस्तु, एकः प्रश्नः आगतः. अत्र प्रतिबन्धकज्ञानं प्रतिबद्धज्ञानम् इति अस्ति खलु. अत्र ज्ञानम् अत्र ज्ञानम् इत्युक्ते तत्र ज्ञानस्य विषयः विशेष्यता विशेषणता सन्तर्गता अस्ति खलु. अत्र प्रतिबन्धकज्ञानम् अथवा प्रतिबद्धज्ञानम् उभयोः अपि तत्र ज्ञानं यत् वदामः तत्र त्रयः अंशाः अपि तत्र सन्ति. किं नो चेत् केवलं प्रकारः एव प्रतिबन्धकम् इति प्रकारस्य एव कथनं वा, नो चेत् प्रतिबद्धज्ञानं प्रतिबद्धज्ञाने प्रतिबन्धकज्ञाने त्रयः अपि अंशाः सन्ति इति तत् सम्यक् न अवगतं मया. तत्र केवलं प्रकारः एव प्रतिबद्धज्ञानम् इति उच्यते वा? न न, भवत्या उक्तम् अंशः त्रयः अस्ति खलु, विशेष्यः विशेषता प्रकारता संसर्गता. वह्नि वह्नि पर्वत हृदः किं वह्नि अभाववान् इति अत्र विशेष्यः हृदः संसर्गता अत्र संयोगसम्बन्धः खलु, तत् समानं संसर्गता समानं अभावस्य समानम् इति कुर्मः तदपि अस्ति अभावस्य किन्तु अत्र विषय अत्र प्रकारतायोः प्रकारयोः विरुद्धभावः एव अत्र मुख्य अंशः मुख्यविषयः. अस्तु, एकत्र एकस्मिन् ज्ञाने प्रतिबन्धकं प्रतिबद्धज्ञाने एकत्र स्थलद्वये विशेषः समानं विशेषं समानम् एकत्र प्रकारता भावरूपः अपरस्मिन् भागे अभावरूपः सा एव प्रकारता प्रकारतायाः अभावः प्रकारताया भावरूपः इति भेदः तयोः प्रतिबन्धकप्रतिबद्धज्ञान ज्ञानयोः भेदः प्रकारता विरुद्ध विरुद्धसम्बन्धे अस्ति. अस्तु महोदय, धन्यवादः. यत्र भावरूपः प्रकारः तत्र तस्य अभावः विरोधित्वज्ञाने भासते, यत्र अभावरूपः प्रतिबद्धज्ञानं तत्र अभावस्य अभावः इति तया विरोधिता तेन भावेन विरोधिता साध्यते. अस्तु, खलु, महोदय, धन्यवादः. अस्मिन् भगिनी पठतु, यदि च तस्मात् यदि च वह्नि प्रकारः यदि च वह्निः प्रकारः तदापि पर्वतो वह्नि अभाववान् इति अनुमितेः प्रतिबन्धः आनुभविकः. तत्र विरोधी ज्ञाने यः प्रकारः वह्निः सः वह्न्य अभाव अभाव एव इति केवलव्यतिरेकप्रकरेण उक्तम् उक्तं हि तत्र गन्धः गन्धभावः इति द्वौ विभागौ. तत्र समानम् अभावानां गन्धे अन्तर्भावः, विषमाणां गन्ध अभावरूपता. तद्वत् एव प्रकृते अपि वह्नि अभाव अभावः वह्निरूप इति पर्वतः वह्निमान् इति निश्चयो अपि ओ वह्निरूप इति पर्वतः वह्निमान् इति निश्चयो अपि अभावप्रकारकत्वात् भवति प्रतिबन्धकः तथा च आहत्य समान आकारकत्वम् इत्थं फलति विशेष्यं समानं भवेत् भाव अभावो च प्रकारो इति. अस्तु प्रयत्नं करोमि. यदि च वह्निः प्रकारः अस्तु यदि वह्निः प्रकारः एकस्मिन् पक्षे यदि वह्निः प्रकारः अन्यस्मिन् पक्षे वह्निः अभावः इति प्रकारः भवति. यदि च वह्निः प्रकारः तदापि पर्वतो वह्निः अभाववान् इत्यनुमितेः प्रतिबन्धः आनुभविक. अस्तु यदि वह्निः प्रकारः पर्वतः वह्निमान् इति एकः प्रतिबद्धज्ञानं भवति तर्हि वह्निः पर्वतः वह्निः अभाववान् इति अनुमति प्राप्तुं तत् प्रतिबन्धः भवति इत्युक्ते अत्र प्रतिपद्यज्ञानं वह्निः पर्वतः वह्निमान् वह्निः अभववान् इति ज्ञानं प्रति तत् यत् पूर्वं निश्चितं सः प्रतिबन्धकः. ओ यत् पूर्वं निश्चितम् अस्तु आम् वह्निप्रकारः अस्ति प्रतिबन्धकज्ञाने एकः वह्निः अभावः अस्ति परन्तु वह्निमान् इति तस्य निश्चितं ज्ञानं तथा पर्वतो वह्नि अभाववान् इति अनुमितिः प्रतिबद्ध्यः भवेत्. अस्तु ओ प्रतिबद्ध्यः भवेत्. अस्तु यत् पूर्वं निश्चितं तत् प्रतिबन्धः प्रतिबन्धकः तत् प्रतिबन्धः करोति अतः प्रतिबन्धः अतः अपर विरोधपक्षे यत् ज्ञानं भवितुम् अर्हति तत् प्रतिबद्ध्यः. वह्निप्रकारः इति ज्ञानं वह्नि अभाववान् इति ज्ञानं प्रति प्रतिबन्धः इति आनुभविकः. आम् अस्तु अस्तु तत्र विरोधिज्ञाने यः प्रकारः वह्निः सः वह्नि अभाव अभाव एव इति केवलव्यतिरेकी प्रकरेण उक्तम्. अस्तु यदि प्रथमं पूर्वं निश्चितं ज्ञानं वह्नि अभावः इति पूर्वं निश्चितं ज्ञानं वह्नि अभाव अभावः इति ज्ञानं प्रति प्रतिबन्धः भवति केवलव्यतिरेकीप्रकरेण उक्तम् इति इत्युक्ते केवलव्यतिरेकीप्रकरेण इत्युक्ते तत्र अन्यदृष्टान्तः न भवति खलु पक्षः एकः एव एकस्मिन् पक्षे एव साध्यः एकस्मिन् पक्षे एव अस्ति. आं साध्यम् एकस्मिन् पक्षे एव अतः केवलव्यतिरेकप्रकरेण पक्षभिन्नस्थले साध्यः नास्ति न भवति. एकं पृच्छामि यत्र वह्नि पर्वतो वह्निमान् इति पूर्वं निश्चितं ज्ञानम् इति सः प्रतिबन्धकः प्रतिबद्धज्ञानं किं वह्नि अभाव अभाववान् न अभाववान् एव ओ अभाव अभाववान् इति अभाभाववान् एव खलु. आमाम् आम् पर्वतो वह्निमान् इति अहं चिन्तयामि चेत् पर्वतो वह्नि अभाववान् इति न स्वीकरोमि तत् अभाववान् इति ज्ञानं प्रतिबद्ध्यम् अभावः द्विवारं न वक्तव्यम् एकवारमेव वह्निमान् इति प्रतिबन्धकं चेत् वह्नि अभाववान् इति प्रतिबद्ध्यम् आमस्तु आमां साधु वा साधु महोदय, यदि पूर्वं निश्चितं ज्ञानं पर्वतः वह्निमान् तत् तत् प्रतिबन्धकं भवति वह्नि पर्वतः वह्नि अभाववान् अभाववान् प्रति ज्ञानं प्रति अतः पर्वतः वह्नि अभाववान् इति ज्ञानं प्रतिबद्ध्यः केवलव्यतिरेकः इत्युक्ते तत् पक्षः एकः एव साध्यं एकस्मिन् पक्षे एव दृश्यते अन्यत्र कुत्रापि न दृश्यते अतः इति केवलव्यतिरेकम् इति उच्यते तत्र उक्तं हि तत्र गन्धः गन्धभावः इति द्वौ विभागौ अस्तु अत्र यदि पृथ्वी गन्धः गन्धभावः इति स्वीकुर्मः तत्र तत्र द्वौ प्रकारौ तत्र समानाम् अभावानां गन्धे अन्तर्भावः विषमाणां गन्ध अभावरूपता अस्तु तत्र समान अभावानाम् इत्युक्ते आड् नम्बर् आम् अस्तु समान अभावानां अभाव ज़ीरो अभाव स्क्वेर्ड् अभाव फोर् चेत् भावः एव आम् अभावः वन् अभावः क्यूब्ड् अस्ति चेत् गन्धाभावः आम् महोदय पूर्वं विपरीति लिखितम् अस्ति वा साधु गन्ध इति विषं गन्धाभावः इति समानाय अग्रे न अभाव अभाव द्विवारम् आगच्छति चेत् समानाम् अभावानां उक्तं समानाम् अभावानां गन्धे गन्धः इव अन्तर्भावः आड् नम्बर् तत्र गन्धाभावः पूर्वं भिन्नम् आसीत् वा न इति मन्ये गन्धाभावव्यतिरेकव्याप्ति दृष्टवन्तः तत्र गन्ध इति विषं गन्धाभाव इति सम इति दत्तम् सत्यं सत्यं विषमः गन्धरूपः किन्तु तत्र कौण्टिङ्ग् कुत्र कुत्र आरभते इति यदि गन्ध यदि कौण्टिङ्ग् गन्ध गन्धमपि गन्धमपि इन्क्लूडेड् अस्ति चेत् समानः अस्ति गन्धे न विषमं भवति यदि अभावः एव अभावस्य एव गणना कुर्मः चेत् गन्ध अभावः विषमः भवति सत्यं भिन्न भिन्नरीत्या उक्तं खलु किन्तु वयं अवगच्छामः अभावद्विवारं चेत् भावः एव तथा च आहत्य तद्वदेव प्रकृते अपि वह्नि अभाव अभावः वह्निरूप इति पर्वतः अस्तु तद्वत् एव इत्युक्ते यदा गन्धः गन्धभावः गन्धभाव अभावः इति सीक्वेन्स् स्वीकुर्मः संस्कृते सीक्वेन्स् किं वदामः क्रमः खलु तादृशक्रमः स्वीकुर्मः तद्वत् एव यदि वह्निः वह्नि अभावः वह्नि अभाव अभावः इति स्वीकुर्मः वह्नि अभाव अभावः इति वह्निरूपम् एव साधयति अतः पर्वतः वह्निमान् पर्वतः वह्निमान् इति यदि पूर्वं निश्चितं ज्ञानम् अस्ति चेत् वह्नि अभावप्रकारक वह्नि अभावप्रकारकत्वं प्रतिपद्यः इत्युक्ते पर्वतः वह्निमान् इति ज्ञानं वह्नि अभावप्रकारकत्वं प्रति प्रतिबन्धकः भवति. अस्तु, अभावप्रकारकत्वात् भवति प्रतिबन्धकः. अभाव द्विवारं वक्तव्यं, वह्नि अभाव अभाववान् इति वदनेन अभावप्रकारत्वात् भवति प्रतिबन्धकः. आम्, अस्तु. तथा च आहत्य समान आकारकत्वम् इत्थं फलति, विशेषं समानं भवेत्, भाव अभावौ च प्रकारौ इति. तथा च आहत्य समान आकारकत्वं, समान आकारकत्वम् इत्युक्ते वह्नि अभाव अभावः अथवा गन्धः गन्ध अभाव अभावः इत्यादि इत्यादि फलति. विशेषं समानमेव अस्ति सर्वत्र, किन्तु भाव अभावौ इति द्वौ प्रकारौ फलति. अत्र साधु एव अस्ति, भ्रमः न भवेत्. किं वदति, विशेषं समानं खलु हृदः अथवा पर्वतः एकत्र पर्वतो वह्निमान् इति निश्चितज्ञानं चेत् तस्य विरुद्धज्ञानं पर्वतो वह्नि अभाववान् खलु. यदि निश्चितं ज्ञानं वह्नि अभाववान् चेत् वह्नि अभाव अभाववान् इति विरुद्धज्ञानं भवति, इत्युक्ते भाववान् एव वह्निमान् एव इति वक्तुम् इच्छति. यदि आरम्भे भावः अस्ति तर्हि अभावः विरुद्धज्ञानम्, यदि आरम्भे अभावः अस्ति तर्हि अभावस्य अभावः विरुद्धज्ञानम्, यत् यत् भावरूपः एव सर्व मुख्यविषयः. एतत् सर्वं साधु एव, यदि वाक्यशः पठामः तत्र सर्वं साधु भवति, किन्तु एतादृशविस्तरेण कथनस्य आशयः सम्यक् सम्यक् न जानामि. ऐ मीन् लैक् ऐ एम् लास्ट् इन् द वुड् इति वक्तुं शक्नोमि इत्युक्ते पृथ्वी इतरेभ्यः विद्यते तदा आरभ्य अधुना कथं वा एतत् सर्वम् आगतः इति तत्सर्वम् अधुना सम्यक् न मनसि नास्ति. अत्र भिन्नविषयः, भवत्याः प्रश्नः समीचीनः. अत्र नूतनविषयः, दुष्टहेतुः इति नूतनविषयः. किमर्थं वदति, वर्गे उक्तं, किञ्चित् सैड् वदामि. तत्र यथा चर्चा भवति, चर्चायाः त्रैविध्यम्. एकः अस्ति वादः यत्र तत्त्वज्ञानार्थं चर्चा यत्र भवति तादृशचर्चा वादः इति उच्यते. वादः इति गौतममुनिना इति उक्तं, गौतममुनिना इति सर्वम् उक्तं. वादः तत्त्वज्ञानार्थं जनद्वयं चर्चां कुर्वन्ति, ये जनद्वयं सत्यं किम् इति ज्ञातुमिच्छन्ति. सर्वे सत्यं किम् इति ज्ञातुमिच्छन्ति. तत्र सम्यक् चर्चा वादः, तत्र मध्ये संवादः, गीता भगवद्गीता संवादः इति उच्यते. तत्र गुरुशिष्यः भावापि अस्ति खलु. इति एकः वादः, संवादः इति सम्यक् चर्चा. द्वितीयविधः अस्ति जल्पः. तत्र विजयस्य आकाङ्क्षा अस्ति, एकः स्वस्य पक्षः स्थापयितुम् इच्छति, स्वपक्षस्य स्थापना यत्र इच्छा अस्ति सः स्वपक्षस्य विजयम् इच्छति. तादृशचर्चा जल्पः इति उच्यते. जल्पः मम पक्षः एव सम्यक् इति अहं फोर्स्फुल्लि वदामि. तादृशचर्चा जल्पः. तृतीया चर्चा अस्ति वितण्डवादः. तत्र यः वदति तस्य स्वपक्षस्य किमपि नास्ति, स्वपक्षः किमपि नास्ति, किन्तु अपरस्य पक्षस्य हीनता साधयितुम् इच्छति. यत् अपरः यत् अपरः वदति सः असत्यम् इति साधयितुम् इच्छति, स्वस्य किमपि नास्ति इति तृतीया चर्चा. वितण्डवादः. तर्हि अस्य अस्य दुष्टहेतोः चर्चा किम् इत्युक्ते, कथं वयं जानीमः अपरः यद्वदति सः वादः वा जल्पः वा वितण्डवादः वा, सः सम्यक् हेतु स्वीकरोति वा, तस्य अनुमितिः आर्ग्युमेण्ट् सम्यक् अस्ति वा, तस्य आर्ग्युमेण्ट् तत्र दोषः अस्ति वा इति कथं वयं जानीमः? तदर्थम् एतत् सर्वम् अस्माभिः पठ्यते. हौ टु कण्डक्ट् अन् आर्ग्युमेण्ट्, लाजिकल् आर्ग्युमेण्ट्, हौ टु ऐडेण्टिफै अ फाल्स् आर्ग्युमेण्ट् इति. दुष्टहेतुः न जानीमश्चेत् दुष्टहेतुः इति न जानीमश्चेत् अपरस्य असत्यचर्चा तर्कः वयं न सम्यक्तया अवगन्तुं शक्नुमः. वदतु प्रश्न अस्ति वा? वितण्डवादः विवादः इति विवादः इति वितण्डवादस्य लाघवीकृतशब्दं वा इति उक्तम्. तत्र जल्पः विजयस्य आकाङ्क्षा इति तस्य निकषः. वितण्डवादः स्वपक्षस्थापना विहाय स्वपक्षस्थापनाहीनः न विषय न अपरस्य डौन् करणीयम्. अपरस्य डौन् विजय आकाङ्क्षा द्वितीय जल्पः विजयति न खलु विजय न तत्र स्वपक्षस्थापनाहीनः. स्वपक्षः एव नास्ति, कस्य विजयः? अपरस्य पराजयः इति इच्छति खलु, न तु स्वस्य विजयः. अपरस्य आर्ग्युमेण्ट् असत्यम् इति साधयितुम् इच्छति. वक्तुं शक्नुमः विजयमिति, किन्तु तथा न तत्र निकषः न उक्तं तथा. तस्य स्वपक्षः किमपि नास्ति, सम्यक्तया स्वस्य पक्षस्य न स्थापयितुं शक्नोति. सः वितण्डवादकः. पूर्वं क्षम्यता महोदय, पुनः प्रथमपरिच्छेदं पठितवती. अधुना सः दुष्टः हेतुः तद्हेतुः इति अधुना पुरः तस्य किमर्थं तादृश पदाः पदौ सः स्वीकृतवान् इति अधुना अग्रे आयाति स्पष्टम् अभवत्. सम्यक् सम्यक् तदेव अस्तु, सरलमेव अस्ति. अस्मिन् अत्र 222 पेज् मध्ये तृतीयपरिच्छेदे केवलं तत्र अन्तिमवाक्यं बुद्धं चेत् सर्वम् अवगतम्. आहत्य विशेषं समानं भाव अभावप्रकारौ. भावः चेत् अभावः, अभावश्चेत् अभावस्य अभावः इति विरुद्धः. तदेव साधितं भिन्नभिन्नवाक्येन. केवलव्यतिरेक अभवत्. अधुना एतत् सर्वं नूतन नूतन विषयः इति शक्यते. अस्तु, आमामां पक्ष सपक्ष विपक्ष इति पक्षस्य कथा, तस्य तस्य अन्तर्भूतः दुष्टहेतुः हेतु आभासः. खलु अग्रे सरला भगिनी पठति वा प्रमायाः? आं महोदय. प्रमायाः एव भ्रमस्य अपि प्रतिबन्धकत्वं, प्रमा इति यथार्थज्ञान अपि भ्रम ज्ञानं जास्यति, द्वयोः प्रतिबन्धकत्वं भवति इति इत्युक्ते. अयं च प्रतिबद्ध प्रतिबन्धकभावः प्रमा अप्रमा साधारणम्, इदम् अत्र विवक्षितं. कस्यचित् ज्ञानस्य उत्पत्तिः प्राक् तस्य पुरुषस्य पूर्वोक्तसमानाकारकविरोधनिश्चयः अस्ति चेत् तत्पुरुषः तज्ज्ञानं न उत्पद्यते. यज्ज्ञानं विरोधी तेन प्रमाणरूपेण एव भवतम् इति न नियमः. यथा पर्वतवैन्याभाववान् इति निश्चयः ब्रह्मरूपः अस्ति कस्यचित् पुरुषस्य, तस्य पर्वतः वैनिमान् इति ज्ञानं न भवति. प्रतिबन्धकं चेत् प्रमा सुतरामेव. अतः न इदं मन्तव्यं यत् प्रतिबन्धकं ज्ञानं तत् प्रमारूपम् एव भवेत्. एवं च समाना आकारकत्वं संयोज्य प्रकृतविषयं ब्रूमः चेत् इत्थं भवेत् व्यवस्था. अस्तु, अयं च प्रतिबन्धकभावप्रमा अप्रमा साधारणं. यथा पूर्वं वयं दृष्टवन्तः प्रतिपद्यज्ञानं यत् ज्ञानं न उत्पद्यते तत् अस्ति प्रतिपद्यज्ञानं. प्रतिबन्धकज्ञानं यत् पूर्वं प्राक् उत्पन्नं ज्ञानं तत् अस्ति प्रतिबन्धकज्ञानं. तयोः मध्ये यः भावः अस्ति प्रतिपद्य प्रतिबन्धकभावः, यत् भवति प्रमा इति यथार्थज्ञानम्, अप्रमा इति यत् भ्रमात्मज्ञानं, तत् साधारणतया सर्वत्र वर्तते इति. यथार्थज्ञानं वा भ्रमात्मकज्ञानं द्वयोः ज्ञानस्य विद्यमानत्वं सर्वत्र अस्ति. तत् तयोः मध्ये प्रतिबन्ध्य प्रतिबन्धकभावः अपि वर्तते इति. इदानीं वयं पूर्वं वक्तुं पूर्वं वयं जानीमः प्रमा यथार्थज्ञानं किम् अस्ति, तद्वती तत् प्रकारको अनुभवज्ञानम् इति भवति. यथार्थज्ञानं यथा रजते इदं रजते तत् ज्ञानं, यथा रजत् अस्ति अधिकरणम् एकमेव अस्ति, तस्मिन् अधेयता वा प्रकारता द्वयोः समानाधिकरणम् अस्ति, तत् अस्ति यथार्थज्ञानम्. अयथार्थज्ञानम् अस्ति यत्र तद् भवति यत्र तद् अभाववति, यत् प्रकारको ज्ञानम् अस्ति यथार्थज्ञानं. यथा शुक्तिः तत् आधयताप्रकारत भिन्नं भवति, सो तत्तयोः मध्ये समानाधिकरणं नास्ति, तत् अस्ति यथार्थज्ञानं वा भ्रमात्मकज्ञानं. तु अत्र इदानीं वयं जानीमः इदम् अत्र विवक्षितं. सो वयं किं ज्ञातुम् इच्छामः, भ्रमात्मज्ञानं किम् अस्ति. कस्यचित् ज्ञानस्य उत्पत्तिः प्राक् तस्य पुरुषस्य पूर्वोक्त समान आकारकविरोधनिश्चय अस्ति चेत् तत् पुरुषस्य ज्ञानं न उत्पद्यते. यथा पूर्वस्मिन् पुटे वयम् इदानीं दृष्टवन्तः यस्य मनसि प्राक् कोऽपि निश्चयात्मक ज्ञानम् आगच्छति समान आकारकं, यथा विश् पर्वतवहिनीमान् वहिन्याभाववान् वा पूर्वम् आगच्छति, तत् समान आकारकविरोधनिश्चय ज्ञानं. यथा पर्वत एकमेव विशेष्यम् अस्ति या पक्ष अस्ति, तत् विरोधिनिश्चय ज्ञानं पर्वतवहिनीमान् इति ज्ञानं न आगच्छति. तत्पुरुषस्य तत् ज्ञानं न उत्पद्यते. सो यद् एकज्ञानम् अस्ति, एकं ज्ञानम् अस्ति, तस्य विरोधज्ञानं तस्य मनसि न आगच्छति. मीन्स् एकम् अभावज्ञानम् अन्यत् अभावज्ञानम् इति न उत्पद्यते. यद् ज्ञानं विरोधी तेन प्रमारूपेण एव भवति इति न नियमः. यद् ज्ञानं विरोधी अस्ति, यथा पूर्वं एकं ज्ञानं यत् पर्वतवैन्याभाववान् इति अति विरोधी भावरूपणे यत् अभावरूपणे यत् ज्ञानम् आगच्छति, तत् एव प्रमा भवति यथार्थज्ञानम् अस्ति इति नियमः नास्ति. कोऽपि ज्ञानं पूर्वं प्रमा एव भवति, यत् पर्वतवैनिमान् इति अपि प्रमा भवितुं शक्नोति वा पर्वतवैन्या भाववान् इति अपि प्रमारूपेण आगच्छति. मीन्स् द्वौ विरोधिनौ यदि भवति इति एकमेव पूर्वं भवेत् वा अन्य प्राक् भवेत् अनन्तरं पश्चात् भवेत् तस्य कोऽपि नियमः नास्ति. यथा पर्वतवैन्या भाववान् अस्ति निश्चयभ्रमरूप अस्ति कस्यचित् पुरुषस्य, यथा यदि कस्य पुरुषस्य मनसि निश्चयेन पर्वतवैन्या भाववान् अस्ति तत्पुरुषस्य मनसि एकमेव ज्ञानम् अस्ति. निश्चय मीन् एकप्रकारको ज्ञानं निश्चयज्ञानं वैन्या भाववान् इति पर्वत अस्ति विशेषं पक्ष तत्र वैनी अभाव अस्ति वैन्याः अभाव तत् भवति तस्य मनसि निश्चयज्ञानं. तत् वयं जानीमः वस्तुतः स्थितिः ता नास्ति किन्तु तस्य पुरुषस्य मनसि निश्चयम् अस्ति तत् भवति तस्य मनसि प्रतिबन्ध भ्रमात्मकज्ञानं प्रतिबन्धकज्ञानं भवति तत् भवति. तस्य पर्वतवैनिमान् इति ज्ञानं न भवति तस्य मनसि पर्वतवैनिमान् इति तस्य मनसि भवति प्रतिबद्धज्ञानं पर्वतवैनिमान् मीन्स् यत् ज्ञानं न उत्पद्यते एव तत् भवति प्रतिबद्धज्ञानं. सो तत् पुरुषस्य मनसि पर्वतवैनिमान् भवति प्रतिबद्धज्ञानं यतोहि तत् ज्ञानं वयं जानीमः प्रमा अस्ति पर्वतोवैनिमान् अस्ति. प्रतिबन्धकं चेत् प्रमा सुतरामेव, यथा तस्य मनसि भ्रमात्मकज्ञानं वैन्या भाववान् इति निश्चयेन अस्ति किन्तु यदि विपरीतत्वेन पर्वतवैनिमान् इति वस्तुतः प्रमा ज्ञानं भवति तत् सुतरां सरलता प्रतिबन्धकः भवितुं भवेत् इति लेखकः अत्र वक्तुम् इच्छति. यदि वैन्या भाववान् इति भ्रमात्मकज्ञानम् अपि प्रतिबन्धकः भवति किन्तु प्रमा अपि प्रतिबन्धकः भवितुं भवति. द्वयोः मध्ये कोऽपि ज्ञानं प्रतिबन्धकः वा प्रतिबद्धः भवितुं शक्नोति. अतः न इदं मन्तव्यं यत् प्रतिबन्धकज्ञानं तत् प्रमारूपम् एव भवेत्. सो इदानीं एकमेव ज्ञानं प्रमारूपेण प्रतिबन्धकज्ञानं प्रमा रूपं न एवं साधितुं शक्नुमः. एवं च समान आकारकत्वं संयोज्य प्रकृतविषयं ब्रूमः इत्थं भवेत् व्यवस्था. किन्तु किम् आवश्यकमस्ति? समान आकारकत्वं यथा वयं पूर्वं दृष्टवन्तः एक विशेषम् एव इति भवितुं इति व्यवस्था साधितुं शक्नु आवश्यका अस्ति. तृतीय त्रीणि त्रयनिकषा भवेत्. प्रथमम् अस्ति सामान आकारक मीन्स् एकविषय विशेष द्वौ विरुद्धौ प्रकारकौ. द्वितीयं भवति ब्रह्मरूप प्रमारूप वा निश्चयज्ञानं प्रतिबन्धाति. यदि निश्चयेन एकप्रकारकज्ञानं भवति प्रतिबन्धकरूपेण, सो यत् बेबि भ्रमात्मकज्ञानं वा प्रमात्मकज्ञानं यथार्थज्ञानं वा अयथार्थज्ञानम् एकमेव प्रकारको ज्ञानं निश्चयज्ञानं भवेत्. तृतीयम् अथ तृतीय अयं विशेष तृतीयबिन्दु अग्रे पश्यामः. अपि महोदय उक्तवान् संशयात्मकज्ञानं द्वयप्रकारको ज्ञानं कदापि कदापि प्रतिबन्धकः न भवति. एकप्रकारको ज्ञानम् एव प्रतिबन्धकः भवति. आम्, तत्र मम एकः एव संशयः महोदय. तत्र प्रथमविधम् इति यत् दृष्टवन्तः तत्र तु अभावभावरूप द्वयोः यद् विरुद्धत्वम् इति दृष्टवन्तः. इदानीं तु प्रमा यथार्थज्ञानम् अयथार्थज्ञानं तत्र विरुद्धता अस्ति इति. तत् समानमेव किल, ज्ञानस्य विषयः एव भिन्नः किल. विरुद्धता अस्ति अत्र. अत्र किं वदति, प्रथमः विशेषः अस्ति समानाकारकत्वम् इत्युक्ते विशेषं समानं प्रकारौ विरुद्धौ. अत्र वदति यत् यत् प्रतिबन्धकं ज्ञानम् अस्ति पूर्वं निश्चितं ज्ञानम् एकप्रकारकं ज्ञानं, तत् ज्ञानं कीदृशं प्रमा भवितुमर्हति, भ्रमात्मकम् अपि भवितुमर्हति. प्रमा एव भवेत् इति न नियमः. पूर्वं निश्चितं ज्ञानं भ्रमात्मकं भ्रमारूपम् एव अपि भवितुमर्हति. प्रमारूपं प्रमारूपेण एव भवेत् भवितव्यम् इति न नियमः इति वदति. तत्रापि अभावः अपि भवितुमर्हति, भावः अपि भवितुमर्हति इति अस्ति किल, निश्चितं ज्ञानं यदा. तदेव मम किञ्चित् तत् ज्ञानं भ्रमा वा प्रमा वा इति प्रमा इति प्रश्नः अस्ति खलु. यत् यत् पूर्वं निश्चितं यत् प्रतिबन्धकं ज्ञानं तद् ज्ञानं प्रमा वा भ्रमा वा इति प्रश्नः अस्ति चेत् द्वौ अपि भवितुमर्हति. भ्रमात्मकं ब्रह्मरूप भवति चेत् किं प्रतिबन्धकं भवति, प्रमा अस्ति चेत् सुतरामेव. यस्य सम्यक् अनुमतिः अस्ति पर्वतो वन्यमान् धूमं सर्वं दृष्ट्वा महानसं सर्वं जानाति, प्रमा अस्ति चेत् अवश्यं तत्र विरोधज्ञानं प्रतिबन्धकं प्रतिबद्धं भवति खलु. सम्यक्तया जानामि वन्यमान् इति, कथम् अपरज्ञानं स्वीकरोमि? यदि पूर्वं ज्ञानं भ्रमा अस्ति तथापि सः न जानाति भ्रमा इति, सः यथार्थज्ञानमिति स्वीकरोति खलु. तस्य ज्ञानं भ्रमात्मकम् अस्ति चेदपि सः न जानाति मम ज्ञानं सम्यक् इति चिन्तयति. हा, तत्र किन्तु अपरः जानाति सत्यं तु तत्र ब्रह्मारूपम् इति, तथापि ब्रह्मरूपं ज्ञानमपि प्रतिबन्धकं भवति यथार्थज्ञानं प्रति विरुद्धज्ञानं प्रति. अतः फस्ट् स्टेप् सेकेण्ड् स्टेप् इति स्वीकर्तुं शक्नुमः वा महोदय? तत्र प्रथमस्थले स्तरे यदा अभावभावरूपयोः विरुद्धता, द्वितीयस्तरे भावः अभावः कस्य कस्मिन् विषये इति चिन्तयामः चेत् तत्र भ्रमरूपः प्रमारूपः इति तादृश द्वितीयस्तरम् इति. यावत्पर्यन्तं संशयः नास्ति एकमेव निश्चयः अस्ति यद् भावरूप भवति यथा परतो वैनिमान् वा अभावरूप परतो वैन्या भाववान् निश्चयेन अस्ति, तत् द्वितीय बिन्दुः अस्ति. प्रतिबन्धक तत् भवति निश्चितमस्ति चेत् तत्र प्रतिबन्धकत्वं भवितुमर्हति, किन्तु संशयः अस्ति चेत् ओपन् मैण्ड् इति तथा संशयः अस्ति चेत् द्वितीयज्ञानं प्रतिबन्धकं न भवति. यतोहि पूर्वं किमपि निश्चितं नास्ति खलु, संशयः अस्ति न निश्चितं, तर्हि तस्मात् अनुमितिः सम्यक् किं भवितुमर्हति अनुमितिज्ञानं. किन्तु पूर्वं निश्चितं चेत् तस्य प्रतिबन्धकं भवति. आम्, प्रतिबन्धकं भवति एव. आम्, तथैव अत्र लिखितमस्ति यद् ज्ञानं विरोधि तेन प्रमारूपेण एव भवितव्यमिति न नियम. महोदय, सुतरां प्रतिबन्धकं चेत् प्रमा सुतराम् एव, तत् वाक्यं सम्यक् न अवगतम्. तत् शैली अस्ति अत्र, प्रमा यदि प्रमा प्रतिबन्धकं चेत् सुतराम् एव अस्मात् वाक्यात् प्रमा प्रतिबन्धकम् अस्तु. पूर्वं तत् प्रमा एव, प्रमा इत्युक्ते तत् ज्ञानमिति स्वीकुर्मः चेत् तत् यदि प्रतिबन्धकं चेत् सम्यक् एव, किन्तु भ्रमात्मकः ज्ञानं प्रतिबन्धकं तर्हि क्लेशः खलु. न क्लेशः स्थले द्वये अस्ति खलु, तत्र पश्यतु भवती पठतु. यथा पर्वतो वह्नि अभाववान् तस्मात् पठतु. यथा पर्वतः वह्नि अभाववान् इति निश्चयः भ्रमरूपः अस्ति कस्यचित् पुरुषस्य, तस्य पर्वतः वह्निमान् इति ज्ञानं न भवति. पर्वतः वह्निमान् पर्वतः वह्नि अभाववान् इति भ्रमरूपज्ञानं, तत् प्रतिबन्धकं भवति पर्वतः वह्निमान् इति ज्ञानं प्रति. सत्यं. किन्तु यदि प्रमा प्रतिबन्धकं चेत् इत्युक्ते पर्वतः वह्निमान् इति ज्ञानं प्रतिबन्धकं चेत् समितं पर्वतवह्नि किमपि ज्ञानं पर्वतवह्निमान् वा वह्नि अभाववान् वा इति प्रमाज्ञानं चेत् यथार्थज्ञानं चेत् तत्र अपरज्ञानं विरोधितमिति सुतरामेव साधु एव. ओ अस्तु, अत्र अत्र यद्यपि तत् सुतराम् इत्युक्ते साधु एव. सम्यक्, साधु एव. यथा वर्गे उक्तम् उदाहरणार्थम् अस्मिन् वाक्ये किञ्चित् चर्चा अभवत्, यतोहि तत्र प्रमा प्रतिबन्धकं भवति चेत् इति लिखितं चेत् सम्यक् भवति, किन्तु तथा न लेखितुम् इच्छति. अत्र एकः अस्ति, तस्य दौर्बल्यम् अस्ति, सः एकं भारं वहति. यदि दौर्बल्यः भारं वहति तर्हि यस्य बलवान् अस्ति तस्य कृते चिन्ता अस्ति वा? सुतरामेव. दुर्बलः अपि 10 पौण्ड् किं वोढुं शक्नोति, तर्हि बलस्य किं किं वक्तव्यं? सुतरामेव सः अपि भारं वहति खलु. तथा यत् भ्रमरूपनिश्चितं ज्ञानं राङ्ग् ज्ञानम् अस्ति, तत्र यथार्थज्ञानं प्रतिबद्धं भवति, तर्हि प्रमा एव प्रतिबन्धकम् अस्ति चेत् सम्यक् ज्ञानं मम अस्ति पर्वतवह्निमान् वा वह्नि अभवान् वा किमपि, तथापि अपरज्ञानं प्रतिबद्धमेव अस्ति, तत्र साधु एव. भवती किमपि सम्यक् जानाति चेत् तस्य विरुद्धज्ञानस्य प्रतिबन्धकम् अवश्यं भवति. अहं सम्यक् जानामि किं तथा न भवति इति. सम्यक् जानामि, तर्हि कोऽपि वदति चेत् अवश्यं 2+2=5 प्रतिबद्धं भवति, न स्वीकर्तुं शक्नोमि. किन्तु 2+2=3 यस्य निश्चितं ज्ञानम् अस्ति, तत्रापि 2+2=4 इति प्रतिबद्धं भवति. 2+2=4 अस्ति चेत् इतोपि अधिकं प्रतिबद्धं भवति खलु, सम्यक् जानाति, यथार्थज्ञानम् अस्ति. यु कान्ट् टेक् गुड् नालेज् रैट् नालेज् ईज़िलि इति वक्तुमिच्छति. प्रमा प्रतिबन्धकं चेत् किं वक्तव्यं? तर्हि यथा अयथार्थज्ञानं प्रतिबद्धं भवति एव, यतोहि प्रमा अस्ति प्रतिबन्धकम्. ओ अस्तु, निश्चितं ज्ञानं प्रमा अस्ति चेत् दुष्टज्ञानं किं प्रतिबद्धं भवति एव शुद्धलां भवति इति साधयितुमिच्छति. अस्तु, अधुना अवगतम्. अस्तु, अग्रे लक्ष्मी भगिनी पठति वा? रामप्रिया भगिनी पठितवती किम् अधुना? सरला भगिनी पठितवती इति किं अस्तु. हेतु अभासप्रकरणे विरोधिनः प्रमात्वम् एव अस्तु. यद्यपि भ्रमप्रमयोः समान आकारकयोः निश्चययोः प्रतिबन्धकत्वं निश्चितं, तथापि हेतु अभासप्रकरणे तत् विरोधिज्ञानं सर्वदा प्रमारूपमेव भवेत्. कुतः? परामर्शनिरूपणावसरे असकृत् आवेदितं यत् परामर्शे साध्यनिरूपिता व्याप्तिः पक्षवृत्तित्वं च हेतौ भासते इति. उक्तं च एतत् प्रकरणादौ यत् यस्मिन् हेतौ व्याप्तिपक्षधर्मतारूपं गुण द्वयं सह सद्हेतुः. यस्यत्तु अनयोः गुणयोः मध्ये एकः न स्यात् सः दुष्टहेतुः. अस्तु, इदानीं हेतु अभासप्रकरणे विरोधिनः प्रमात्वम् एव प्रमात्वम् तत्र विरोधिनः कीदृशं पदं? विरोधिनः बहुवचनं किल, इनि प्रत्ययः विरोधिनी विरोधिनः सत्यं विरोधिनः. हेतु अभासप्रकरणे विरोधिनः प्रमात्वम् एव. विरोधिनः इति प्रथमविभक्ति अन्तं पदमेव किल, बहुवचनरूपम् हेतु अभासप्रकरणे इनि प्रत्ययः सत्यं. ओ षष्टि वा? विरोधिनः प्रमा षष्टि. यः विरोधी अस्ति तस्य प्रमात्वं प्रमा षष्टि षष्टि एकवचनं विरोधी विरोधिनः प्रमा. समीचीनम्. अस्तु, यद्यपि भ्रमप्रमयोः समान आकारकयोः निश्चययोः प्रतिबन्धकत्वं निश्चितं, तथापि हेत्वभासप्रकरणे तत् विरोधिज्ञानं सर्वदा प्रमारूपमेव भवेत्. अस्तु, किमर्थं तादृशं? प्रथमम् उक्तवन्तः किमर्थं नास्ति इति किल, तादृशं न आवश्यकं किमपि. यद्यपि भ्रमप्रमयोः समान आकारकयोः, तद् समीचीनं, समान आकारकयोः निश्चययोः प्रतिबन्धकत्वं निश्चितम्. इदानीम् अस्माकं प्रतिबन्धकत्वं किम् इति निश्चितं भ्रमप्रमयोः. प्रमा अपि भवितुमर्हति, प्रमा अपि भवितुमर्हति अस्माकं प्रतिबन्धकत्वम्. अतः यत्किमपि भवेत् तद् निश्चितं, तथापि हेतु अभासप्रकरणे तत् विरोधिज्ञा. एकनिमिषं, ब्रह्मप्रमयोः समान आकारकयोः तयोः ब्रह्मज्ञानं वा प्रमाज्ञानं वा तत् समान आकारकम् अस्ति खलु, अपि च निश्चितं निश्चयज्ञानम् अस्ति, निश्चितम् अस्ति. तयोः प्रतिबन्धकत्वं भवति खलु, प्रतिबन्धकत्वं ब्रह्मज्ञानमपि भवितुमर्हति, प्रमा अपि भवितुमर्हति. यद्यपि तत् निश्चितं, तथापि तथापि हेतु अभासप्रकरणे तत् विरोधिज्ञानं सर्वदा प्रमारूपमेव भवेत्. किमर्थम् अग्रे उच्यते? कुतः? ओके, कुतः किमर्थं? परामर्शनिरूपणावसरे असकृत् आवेदितं यत् परामर्शे साध्यनिरूपिता व्याप्तिः पक्षवृत्तित्वं च हेतौ भासते इति. अस्तु, यदा वयं परामर्शनिरूपणं कृतवन्तः तत्र किं असकृत् आवेदितं यत् असकृत् आवेदितम् इत्युक्ते सम्यक्तया आवेदितम् इति प्रायः बहुवारं अनेकवारम् आवेदितम् उक्तवन्तः यत् परामर्शे साध्यनिरूपिता व्याप्तिः. परामर्शे किं ज्ञानमस्ति इत्युक्ते साध्यनिरूपिता व्याप्तिः, पक्षवृत्तित्वं च हेतौ भासते इति निरूपितवन्तः. तत्र उदाहरणं पक्षे किं किं भासते, हेतौ साध्यनिरूपिता व्याप्तिः पक्षवृत्तित्वं द्वयम् अपि भासते. यथा हेतौ भासते इत्यत्र कथं भवति धूमे किं किम् अस्ति? ओहो तादृशमेव पक्ष पर्वतो वह्निमान् इत्यत्र धूमे वह्निविशिष्ट किमपि तदेव अहं विस्मृतवती. व्याप्तिविशिष्ट वह्निविशिष्ट किमपि वह्निविशिष्टव्याप्तिधूमः व्याप्तिविशिष्ट व्याप्तिविशिष्टपक्षधर्मता ज्ञानं परामर्शः तद् अस्ति. अत्र उक्तं साध्यनिरूपिता व्याप्तिः इत्युक्ते साध्यनिरूपिता वह्निनिरूपिता व्याप्तिः. वह्निनिरूपिता व्याप्तिः पक्ष इत्युक्ते अस्माकं पर्वतः पक्षवृत्तित्वं तु हेतौ भासते धूमे. धूमः वह्निव्याप्यः अपि च धूमः पर्वते अस्ति पक्षवृत्तित्वम् इति भागद्वयम् अस्तु. आम् उक्तं च एतत् प्रकरणादौ यत् अस्मिन् यस्मिन् हेतौ व्याप्तिपक्षधर्मतारूपं गुणद्वयं च सद्हेतुः. प्रकरणादौ यदुक्तं तदेव अस्माकं परिच्छेदस्य आदौ उक्तं सद्हेतुः इत्युक्ते किम् इति तदेव व्याप्तिपक्षधर्मतारूपम् व्याप्तिः अपि च पक्षधर्मता गुणद्वयम् अस्ति हेतौ इति तदेव सद्हेतुः. तदेव तत्र उक्तम् अनयोः एकः यस्य हेतुः न भवति सः दुष्टहेतुः इति तदेव पुनः आगच्छति. यस्य तु अनयोः गुणयोः मध्ये एकः न स्यात् सः दुष्टहेतुः इति. पक्षद्वयं किं किं गुणद्वयं व्याप्तिः अपि च पक्षधर्मता इति गुणद्वयं तत्र चित्रे दत्तमस्ति. सा हेतु व्याप्ति साध्यव्याप्ति पक्षहेतोः संयोगसम्बन्ध पक्षधर्मता. यस्मिन् हेतौ व्याप्ति अथवा पक्षधर्मता एकः नास्ति तर्हि तत् सद्हेतुः न सः दुष्टहेतुः. अस्तु अस्माकम् उदाहरणेषु विशेष्यः समानम् इति कृत्वा पक्षधर्मता अस्ति किन्तु व्याप्तिः नास्ति यत्र भ्रमात्मक ज्ञानम् अस्ति साध्यव्याप्तिः तादृश किमपि भवेत् किन्तु न उक्तं कथं ज्ञानं कथं तत् पूर्वं ज्ञानं प्राप्तम् इति न प्रदर्शितं खलु. भ्रमा वा प्रमा भवितुमर्हति किन्तु तत् प्रतिबन्धकं ज्ञानं कथं प्राप्तम् इति न दर्शितम्. इदानीं दर्शयति कथं यदि दुष्टहेतुना ज्ञानं प्राप्तं तर्हि तस्य विरोधिज्ञानं प्रमा एव भवेत्. यतोहि दुष्टहेतुना यद् ज्ञानं प्राप्तं तद् ज्ञानं भ्रमा भवति खलु इति अग्रे उच्यते. लक्ष्मीभगिनी पठतु. एवं सति महोदय, तत् पूर्वम् एकः प्रश्नः अस्ति. विरोधिनः हेत्वभासप्रकरणे विरोधिनः इति तत्र षष्टि, तस्य सिग्निफिकेन्स् किम् अस्ति? किमर्थम् अन्वयः कथं क्रियते? विरोधिनः प्रमात्वम् एव हेत्वाभासप्रकरणे विरोधिनः प्रमात्वम् एव तत् अन्वयः सम्यक् न अवगतं मया तत्र वाक्यस्य अन्वयः. अत्र हेतु षष्टि हेतु आभासप्रकरणे तस्यां चर्चायां यद् विरोधिज्ञानम् अस्ति सः विरोधिज्ञानं प्रमा एव भवति. विरोधिनः तस्य विरोधिज्ञानस्य प्रमात्वम् एव, न तु भ्रमात्वं, न तु भ्रमरूपत्वं. कथं? पूर्वं पूर्वस्मिन् परिच्छेदे विरोधिज्ञानं भ्रमरूपं वा प्रमारूपं वा भवति इति उक्तं खलु. आमां, तथापि यत्र हेतु दुष्टः अस्ति तत्र दुष्टहेतुना यत् ज्ञानं प्राप्तं, यत् अनुमितिः जायते, सः अनुमितिः भ्रमरूपः भवति खलु, यतोहि हेतुः दुष्टः. तत्र यदि प्रतिबन्धकज्ञानं दुष्टहेतुना प्राप्यते चेत् विरोधिज्ञानं प्रमा भवति खलु. आं, सत्यं. स्वयं साध्यते अग्रे अग्रिमे परिच्छेदे. मया आल्रेडि उक्तं किं साध्यते इति. अग्रे पठतु. एवं सति, एवं सति यस्मिन् हेतौ अनयोः एकतरत् नास्ति अवश्यं सः परामर्शः भ्रमः भवेत्. तदा तदभाववती तत्प्रकारकत्वे सति ज्ञानत्वं हि भ्रमलक्षणम्. प्रकृते तत्पदेन व्याप्तिः ग्राह्या तदभावः व्याप्ति अभावः, तदभाववान् हेतुः. तस्मिन् हेतौ व्याप्तिम् अवगाहते इदं ज्ञानमिति अवश्यं भवेत् सः भ्रमः. इत्थमेव पक्षवृत्तित्वं परामर्शे विषयः. यस्य हेतोः पक्षवृत्तित्वं नास्ति तस्य पक्षवृत्तित्व अवगाहने भवेदेव परामर्शः भ्रमः. एवं च हेतोः दुष्टत्वे परामर्शस्य व्याप्त्यंशे पक्षधर्मत्वांशे वा भ्रमत्वम् आवश्यकम् इति फलितम्. अस्तु, यदि यस्मिन् हेतौ हेतौ अवश्यं साध्यनिरूपितव्याप्तिः पक्षवृत्तित्वं गुणद्वयमपि भवेत्. यस्मिन् हेतौ एकः गुणः एव अस्ति और एकः गुणः नास्ति, तत् तेन यत् परामर्शः जायते सः भ्रमः एव. तत् अभाववति तत् प्रकारकत्वे सति ज्ञानत्वं हि भ्रमलक्षणं. तदभाववति इत्युक्ते तदभाववति इत्युक्ते एकस्य गुणस्य यत्र अभावः भवति, यस्मिन् हेतौ एकस्य गुणस्य अभावः भवति, तत्प्रकारकत्वे सति. अत्र तथा नास्ति. अत्र ब्रह्मज्ञानस्य लक्षणं किम् आसीत्? यथार्थज्ञानम् अस्ति तद्वति तत्प्रकारक अनुभवः, यत् रजति रजतप्रकारकज्ञानं तद् यथार्थज्ञानं. किन्तु सुक्तौ इदं रजतम् इति ज्ञानमस्ति चेत् तत् अभाववति तत् प्रकारकत्वम्. रजतस्य अभाववति रजतप्रकारत्वं प्रकारकत्वम् इति ज्ञानमस्ति चेत् तद् ब्रह्मज्ञानस्य लक्षणं. तत्र पूर्वं पेज् किं 158 वा 131 तत्र अस्ति. ब्रह्मस्य लक्षणम् अत्र उक्तं. यथा रजतः अस्ति, रजतः रजसि तस्मिन् रजतं पश्यामि चेत् यथार्थज्ञानं खलु तद्वति तद्वति तत्प्रकारकत्वम् इति यथार्थज्ञानं तद्वति तत्प्रकारकत्वं अत्र इत्युक्ते भगिनी 135 पेज् चित्रं पश्यतु 102 तत् किमपि भवतु सिल्वर् वा गोल्ड् वा किमपि यद्वस्तु अस्ति यद्वस्तु तथा एव प्रकारकम् अस्ति चेत् सुवर्णे सुवर्णं पश्यामि रजति रजतं पश्यामि चेत् तत् अभाववति तत् प्रकारकत्वं तत् तत् समानं तादृशज्ञानं प्रमालक्षणं किन्तु तद् अभाववति तत् प्रकारकम् इन् नाट् सिल्वर् ऐ सी सिल्वर् सुप्तौ हा रजतस्य अभावे रजतं पश्यामि चेत् तादृशज्ञानत्वं भ्रमलक्षणम् अहं उदाहरणम् अवगतवती किन्तु वाक्यस्य निर्माणमेव अवगन्तुं प्रयत्नं कुर्वन्ती अस्मि अधुना तद् अभाववती इत्युक्ते तद् इत्युक्ते तद् अभाववती इत्युक्ते तत्र तद् तद् इति कथनेन यथार्थवस्तु यद्वस्तु अस्ति यथार्थवस्तु वस्तूनि वस्तुप्रकारकत्वं सम्यक् ज्ञानं यथार्थज्ञानं प्रमाज्ञानं वस्तु इति रजत् भवतु किमपि भवतु महोदय तद् अभाववति इति तत्र तद् अभाववति इत्युक्ते यत्र रजतं नास्ति यत्र रजतः नास्ति यत्र रजतस्य अभावः अस्ति तत्र रजतं पश्यामि चेत् ब्रह्मज्ञानमस्ति खलु यत्र वह्निः नास्ति तत्र वह्निं पश्यामि चेत् अस्तु तद् अभाववति तत् प्रकारकत्वे इत्युक्ते यस्मिन् यस्मिन् यद् गुणः नास्ति यस्मिन् किमपि प्रकारः पश्यामः किन्तु किन्तु विशेषः अन्यत् किमपि चिन्तयामः तत् तत् भ्रमलक्षणं सः एव भ्रमलक्षणम् इति एतत् वाक्यं वदति अत्र लक्षणवाक्यं यथा पूर्वं पुनः लिखितं तदेव नूतनवाक्यं नास्ति यद् लक्षणं पूर्वं साधितं समानलक्षणवाक्यम् अत्र पुनः उक्तं 134 पुटतः अस्तु अस्तु आम् अधुना समीचीनं केवलं मम यद् यद्भवान् उक्तवान् यद् भगिनी उक्तवती तत्सर्वम् अहं मया अवगतमेव किन्तु वाक्यस्य शैली वाक्य ऐ मीन् तत्र व्याकरणरीत्या तत् वाक्यस्य शैली एव अहं मया चिन्तितमस्मि तावदेव अधुना अवगतं मया अस्तु प्रकृते तत्पदेन व्याप्तिः ग्राह्याः ओ प्रकृते तत्पदेन व्याप्तिः ग्राह्यः अस्तु अस्मिन् वाक्ये तद् इत्युक्ते व्याप्तिः तत्पदेन व्याप्तिः ग्राह्यः इति उच्यते सो अत्र अस्मिन् अत्र एक चित्रमस्ति खलु तत्र तु हेतोः प्रकारकं हेतोः प्रकारः व्याप्तिः अस्ति तत्पदेन व्याप्तिः ग्राह्यः तत्प्रकारकत्वे इति तत्र तत् व्याप्तिः व्याप्तेः ग्रहणं तदभावः व्याप्ति अभावः अस्तु तदभावः व्याप्ति अभावः अस्तु तत् तत् इति पदेन व्याप्तिः यत् तदभावः इत्युक्ते व्याप्तेः अभावः तदभाववान् हेतुः अस्तु व्याप्तेः अभावः यत् अभावः हेतुः तस्मिन् हेतु व्याप्तेः अभावः कुत्र अस्ति हेतौ अस्तु तस्मिन् हेतौ तद् अभाववति इत्युक्ते तस्मिन् हेतौ तादृशहेतौ तादृशहेतौ यदि तादृशहेतौ यदि प्रकारकं व्याप्ति प्रकारकः प्रकारकं गृह्यते तत् ब्रह्मलक्षणं भवति इति अस्तु सो तस्मिन् हेतौ व्याप्तिम् अवगाहते इदं ज्ञानमिति अवश्यं भवेत् सः भ्रमः अस्तु यस्मिन् सो यस्मिन् सो संक्षेपेण यस्मिन् हेतौ व्याप्ति इति प्रकारः नास्ति किन्तु व्याप्ति इति प्रकारः गृह्णामः अवगाहते स्वीक्रियते तदा सः ज्ञानं तत् ज्ञानं भ्रमात्मकज्ञानम् इत्थमेव पक्षवृत्तित्वं परामर्शे विषयः परामर्शे अन्यः गुणः अस्ति पक्षवृत्तित्वं सो यस्मिन् हेतौ पक्षवृत्तित्वं नास्ति यदि पक्षवृत्तित्वस्य ग्रहणं भवति अवगहनं भवति तदानीं परामर्शः तादृशपरामर्शः भ्रमः एवं च हेतोः दुष्टत्वे परामर्शस्य व्याप्त्यंशे पक्षधर्मत्वांशे वा भ्रमत्वम् आवश्यकमिति फलितं सो दुष्टहेतौ दुष्टहेतोः यत् परामर्शः जायते तत्र यदि व्याप्ति अथवा पक्षधर्मता एकस्य वा एकस्य अभावः भ्रमात्मकज्ञानं जनयति इति फलितम् खलु समय अभवत् एकः परिच्छेदः शेषः किं पठामः वा अग्रिमे पठामः वा अग्रिमे पुनः अग्रिमे सप्ताहे पठामः महोदय अस्तु सर्वम् उक्तमेव एतावता किम् उक्तं तदेव पुनः अद्य दृष्टं खलु तत्र किं ब्रह्मत्वम् आवश्यकम् इति उक्तं खलु दुष्टहेतुना यद् ज्ञानं परामर्शः प्राप्यते सः परामर्शः ब्रह्मत्वमेव तर्हि तस्य विरोधिज्ञानं कथं भवति प्रमात्वमेव खलु तदेव तदेव साध्यते खलु तद् इदानीं तत्र स्थापयामः धन्यवादः प्रश्नः अस्ति वा किमपि नास्ति महोदय धन्यवादः शुभरात्रिः धन्यवादः शुभरात्रिः